अस्माकं हल् सन्धि तृतीयपाठे इदानीम् अस्माकं चर्चा भवति. तत्र गतरविवासरे कुत्र अस्माभिः समाप्तम्? अनुनासिकान्त धातु अस्ति चेत्, अनुनासिकान्त धातु अस्ति चेत् नाम धातु अस्ति, तस्य अन्ते मकारः नकारः इति अनुनासिकवर्णः अस्ति चेत् किं भवति? तकारान्त थकारान्त प्रत्ययपरे. तर्हि एकस्मिन् अस्ति तु एकस्मिन् एकमस्ति यत् यदि पित् प्रत्ययः अस्ति यथा ति अस्ति तत्र तु किमपि कार्यं न भवति, वर्णमेलनमेव भवति, यथा हन् योगः ति हन्ति इति भवति. परन्तु यदि प्रत्ययः कित्नित् अस्ति अपित् अस्ति तर्हि तत्र भिन्नभिन्नकार्याणि भवन्ति. अत्र प्रथमकार्यं किमस्ति? सामान्यतया कित्नित् प्रत्ययपरे सामान्यसूत्रं किम् अस्ति अनुनासिकधातु कृते? अनुनासिकस्य कृजलोः ज्ञति. तर्हि यदि अनुनासिकान्त अङ्गमस्ति तस्य अनन्तरं यदि क्वि प्रत्ययः अथवा उपादायः दीर्घः भवति, न एकनिमिष, क्वि प्रत्ययः अथवा तत्र झलादि कित्नित् प्रत्ययः अस्ति चेत् तत्र उपधायाः दीर्घं भवति, दीर्घः भवति. तर्हि षं योगः क्त अस्ति, क्त कित् प्रत्ययः अस्ति, अतः क्षं योगः क्त मध्ये शां योगः क्त क्षान्त इति भवति, तथैव वं योगः क्त वान्त इति भवति इति अस्ति. तर्हि अनुनासिकादि अनुनासिकान्त अङ्गमस्ति तदनन्तरं क्वि अथवा झलादि कित्नित् प्रत्ययपरे उपधायाः दीर्घः भवति इति. अस्तु, तर्हि एतत्तु अस्माभिः दृष्टं. तदनन्तरं तस्य प्रथमविशेषनियमः अस्ति अनुदात्त उपदेशे वनति तनोत्यादीनाम् अनुनासिकलोपो झलिकिति. तत्र किमस्ति? तद् अस्माभिः पठितं. तत्र किमस्ति? अनुनासिक अनुदात्तोपदेश वनति तनोत्यादीनाम् अङ्गस्य लोपः झलिकिति. नाम यदि वन् धातु अस्ति, वन् धातु कथं जानीमः? वनति इति सूत्रे अस्ति खलु. वन् धातु यदि अस्ति अथवा अनुनासिकान्त धातुः यः उपदेश अवस्थायाम् अनुदात्त अस्ति, नाम अनुनासिकान्त धातुः यत्र यः स्वरः अस्ति तत् अनुदात्तमस्ति, अथवा अनुनासिकान्त तनादिगणीयः धातुः. तर्हि वन् धातु अनुनासिकान्त अनुदात्तोपदेशधातु अथवा अनुनासिकान्त तनादिगणीयधातु, तस्य झलादि कित्नित् प्रत्ययपरे अनुनासिकस्य लोपः भवति. तर्हि वन् धातु अत्र किमस्ति? वन् धातु अस्ति कस्मिन् गणे? अस्ति वन् धातु अस्ति कस्मिन् गणे? भवतु भवादिगणे. तर्हि प्रथमधातु अस्ति वन् धातु, वन् धातु भवादिगणे अस्ति. तदनन्तरम् अनुनासिकान्त अनुदात्तोपदेशधातवः के सन्ति? तत्र अस्माभिः पठितं यं रं नं गं हन् मन् इति अनुनासिकान्त अनुदात्तोपदेशधातवः. किमर्थम्? अन्ते मकारः नकारः अस्ति, यः अनुनासिकान्त अनुनासिकः वर्णः अस्ति. तत्र यः स्वरवर्णः अस्ति सर्वत्र अकारः, सः अनुदात्तोपदेशः अस्ति, नाम उपदेश अवस्थायाम् अत्र यः अकारः अस्ति तत् अनुदात्त अस्ति. अतः एते पञ्चधातवः षड्धातवः सन्ति. तदनन्तरम् अनुनासिकान्तनादीयधातवः के सन्ति? तन् तनु क्षिणु क्षणु ऋणु तृणु घणु मनु मनु इति धातवः सन्ति. तर्हि एते पञ्चदशधातवः सन्ति यत्र उपधायः दीर्घं न भवति परन्तु अनुनासिकवर्णस्य लोपः भवति इति अस्ति. के धातवः? वन् यं रं नं गं हन् मन् तनु क्षिणु षणु ऋणु तृणु घृणु वनु मनु इति. तर्हि एते धातवः सन्ति. अत्र मन् धातु यदस्ति तद् दिवादिगणीयः अस्ति, हन् धातु अस्ति अदादिगणीयः अस्ति, अष्टधातवः तनादिगणीयः सन्ति, अवशिष्टः भवादिगणीयः इति सन्ति. तर्हि अत्र उदाहरणम् अत्र लिखितमस्ति खलु, हं योगः हन् योगः वदतु. महोदय, यं रं नं गम् इत्यादि धातूनाम् अनुनासिकान्तः अपि अस्ति, अनुदात्तोपदेशः अपि अस्ति वा? अतः अस्य सूत्रस्य प्रसक्तिः अस्ति. अवगच्छति खलु तर्हि हन् योगः क्तः अत्र हान्त न भवति परन्तु हतः भवति हन् योगः क्तः हतः भवति गम् योगः तः अत्र अपि गतः भवति जङ्गम् योगः तः जङ्गतः इति अस्ति तदनन्तरं मन् योगः तः मतः तन् योगः तः ततः रम् योगः तः रतः यम् योगः तः रत यतः इति अस्ति तर्हि अत्र अनुनासिकवर्णस्य लोपो भवति अस्तु इदानीम् अग्रे पठामः मीना महोदय वदतु अत्र प्रश्नः उदेति अत्र प्रश्नः उदेति तनादिगणे नव अनुनासिकान्तदातवः सन्ति किन्तु तेषु केवलम् अष्टौ दातवः अनेन सूत्रेण अनुनासिकलोपो भवति इत्युक्तम् नवधातु अस्ति वा ओके अन्तिमधातुः शृणु सम् इति धातोः का गतिः अस्य धातोः अपि अनेन सूत्रेण कार्यं भवति स्म किन्तु अपरेण सूत्रेण अयं धातुः साक्षात् उक्तः साक्षात् उतः जनसनकः अतः यत्र साक्षात् उक्तमस्ति तस्य प्रसक्तिः अस्ति किमर्थम् सूत्रमस्ति अपवादं वा महोदय अपवादम् अपि अस्ति अपि तु अपि च किम् अस्ति प्रत्येक यत्र साक्षात् उक्तमस्ति तस्य लक्षणं नास्ति खलु तत्र साक्षात् उक्तमस्ति अतः लक्षणात् अपेक्षा यत्र साक्षात् उक्तमस्ति तस्य बलमस्ति सूत्रमस्ति वा भगवन् महोदय न सूत्रं नास्ति तत्र सूत्रं नास्ति परन्तु तत्र अस्ति तथा अस्ति जनसनखनां सञ्झलोः जन् सं खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति जलादि सन् प्रत्यये परे जलादि कित्नित् प्रत्यये परे च अनुवृत्तिसहितसूत्रं जनसनकनाम् अङ्गानाम् आत् झलि सञ्जलोः ज्ञति सूत्रत्रयम् उक्तं साक्षात् अत्र जनसनकनां त्रयोः धातोः जलि जलिमिति परे आत्वम् अङ्गानाम् आत्वं भवति जनसनकनाम् अङ्गानाम् आत् जलिसञ्चलोः किति किम् अभवत् अनुनासिकस्य अनुनासिकं किम् अभवत् अत्र तत्र स्थाने आकारं भवति खलु आत् लिखितमस्ति खलु आत्वं भवति जन जा भवति जन् धातु जा भवति वा जातः अस्ति खलु जन् योग इक्षप्रत्यये किम् अस्ति इक्षप्रत्यये जातः सन् धातोः आत्वं भवति इति कारणतः सन् धातोः तनादिगणे अपि अस्ति वा तनोति इति कारणतः अनुदातो अनुदातो उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलि इति इत्यनेन तस्य अनुनासिकलोपो न भवति किमर्थमिति चेत् जनसनकनाम् अत्र साक्षात् उक्तं सन्निति दातु तस्मात् आत्वम् अनुनासिकलोपो न भवति परन्तु आत्वं भवति अङ्गानाम् आत्वं भवति तर्हि सामान्यतया तनादिगणीयधातवः सन्ति चेत् अनुदात्तोपदेशे वनतनोति इति सूत्रेण कित्नि झलादिप्रत्यये परे किं भवति अनुनासिकस्य लोपः परन्तु सन्धातु यद्यपि अनुनासिकान्त तनादिगणिधातुः अस्ति परन्तु तस्य नकारस्य लोपः न भवति परन्तु आत्वं भवति जनसनखनां सञ्झलोः। तर्हि जन्धातु सन्धातु खन् धातु एतादृशा अङ्गानां नकारस्य स्थाने आकारः भवति कदा झलादि कित्नित् प्रत्ययपरे अपि च सन् प्रत्ययपरे इति। अस्तु महोदय, धात्वदेशः सः इत्यनेन सकारः भवति, अपि नकारस्य इदानीं तत्र निमित्तं नास्ति इति कृत्वा नकारः भवति, दन्तनकारः भवति, सन् इति खलु षणु इति अस्ति खलु, षणु इति अस्ति खलु, षणु धातु अस्ति, तदनन्तरम् इदानीं तत्र वस्तुतः नकारः एव अस्ति, परन्तु तत्र तत्र अट्कुप्वाङ्गम्य वायपि इति सूत्रेण षकारस्य निमित्तात् णकारः भवति, षकारस्थाने तत्र धात्वादेशे सह सह इति सूत्रेण सकारत्वं भवति, तदनन्तरं सकारत्वं भवति, तदनन्तरं नकारस्य तत्र णकारस्य निमित्तमेव गच्छति, अतः यत्र अग्रे निमित्तं गच्छति तादृशस्थित्यां तदपि अस्ति, परन्तु जनाः के वदन्ति यत् तत् निमित्तापाय नैमित्तिकम् इति शास्त्रीय तर्कं नास्ति, सूत्रं नास्ति, किमपि नास्ति, अकृतव्यूहः पाणिनीयः सूत्रमस्ति, तद् वदति यत् अग्रे गत्वा यदि किमपि नष्टं भवति तस्य प्रारम्भे एव तस्य स्वीकरणीयं। तर्हि क्षणु धातु अस्ति क्षणु, परन्तु तत्र धात्वादेशे सह सह इति सूत्रं यत् कार्यं कृत्वा सकारत्वं करोति, अत्र अग्रे गत्वा जानीमः खलु इदानीं सकारः भवति सकारत्वं न भवति, अतः प्रागेव नकारत्वमेव करणीयं, तर्हि तेन रीत्या सन् एव भवति इति। परन्तु तत्र भवतः तत्र तर्कः समीचीनः, तत्र णकारत्वं षकारस्य निमित्तात् एव भवति इति। अस्तु, तर्हि सन् इति नास्ति, तर्हि पञ्चदशधातवः सन्ति। अस्तु, इदानीम् अग्रे आम् महोदय, अन्यप्रश्नः उदेति यत् अनुदातो उपदेशे वनति तनोत्यादीनाम् अनुनासिको लोपो जलि निति इति सूत्रम् अनुनासिकस्य पीजलोः निति इत्यस्य अपवाद वा? अनुनासिकस्य पी जलोः निति इति सामान्यम् अनुदात्तात् उपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो जलि निति इति विशेषः, यत्र यत्र अनुदात्त उपदेशवन इति न श्रूयते भगिनी, न श्रूयते, अनुनासिकस्य पीजलोः निति इत्यस्य अपि प्रसक्तिः, अनुनासिकस्य पीजलोः निति इत्यस्य अन्यत्र लब्ध अवकाशः, अनुदात्तो उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो जलि निति इत्यस्य अन्यत्र लब्ध अवकाशो नास्ति, यतोहि पञ्चदशानां धातूनां स्थले अनुनासिकस्य पीजलोः निति इत्यस्यापि प्रसक्तिः, तेषु पञ्चदशदशसु अपि यदि अनुनासिकस्य कीचलोः निति इति सूत्रं कार्यं कुर्यात् अनुदात्त उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो जलि निति इति सूत्रं नवकाशं स्यात् इति भाति नाम अपवादभूतसूत्रम् अस्ति इति भाति, किन्तु वस्तु नास्ति तथा, किमर्थं द्वयोः सूत्रयोः एकत्र प्राप्तिः इति यदा कथ्यते तदा द्वयोः कार्यस्थलं समानं भवेत्, अत्र किन्तु तथा नास्ति, अनासिकस्य कीचलोः निति इत्यनेन उपदा दीर्घः, अनुदात्त उपदेश वनति तनोत्यादीनाम् अनुनासिको लोपो जलीकिति इत्यनेन अनुनासिकस्य लोपः कार्यस्थलभिन्नत्वात् अनुनासिकस्य द्विजलोः निति इत्यस्य कार्यानन्तरम् अनुदात्त उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो जलीनिति इत्यस्य अवकाशः भवति यथा गम् योगः तः उपदा दीर्घः गां योगः तः अनासिकलोपः गातः इति अनिष्टं रूपं जायते किन्तु अवकाशस्तु जातः अनेन अपवादः वक्तुं न शक्यते अतः गम् योगः तः इति स्थितौ अनुदात्त उपदेशे उपदेशे वनति तनोत्यादीनाम् अनुनासिकलोपो जलीकिति भवति परत्वात् न तु अपवादत्वात् तथा सर्वत्र शिक्षा अत्र एव यत् अपवादस्य कृते कार्यं केवलं युगपत् इति न कार्यस्थलं समानमपि भवेत् आम् किं लिखितम् सूत्रद्वयोः प्रसक्तिः एकस्थले अपि भवेत् इति उक्तम् अत्र यत्र अनुनासिकस्य क्विजलोः किति इति सूत्रं कार्यं करोति चेत् अपि अनुदात्तात् उपदेश अवनति इति सूत्रं सूत्रस्य प्रसक्तिः अस्ति एव अतः अत्र अपवादत्वात् कार्यं न भवति परत्वात् एव कार्यं भवति खलु 6437 अस्ति परत्वात् एव कार्यं भवति अत्र द्वयोः सूत्रयोः सम्यक् नावगतं महोदय तर्हि अत्र किमस्ति प्रश्नः उदेति यत् अनुदात्तोपदेशवनितनोत्यादीनाम् इति सूत्रम् अनुनासिकस्य क्विझलो सूत्रस्य अवकाशः अपवादः अस्ति अथवा नास्ति तर्हि पश्यतु नाम एकस्मिन् एव समये उभयोः सूत्रयोः युगपत् प्रसक्तिः भवति खलु भवितुं शक्नोति यथा गम् धातु अस्ति गम् धातु उभयत्र सूत्रस्य प्रसक्तिः भवितुं शक्नोति उभयोः सूत्रयोः प्रसक्तिः भवितुं शक्नोति किमर्थम् उभयत्र अनुनासिकान्तधातुः अस्ति अग्रे प्रत्ययझलादिकित्यन्त अस्ति तर्हि उभयोः सूत्रयोः प्रसक्तिः भवति तर्हि इदानीं यत्र यत्र अनुनासिक अनुदात्तोपदेश इति सूत्रं कार्यं कर्तुं शक्नोति तत्र तत्र अनुनासिकस्य क्विझलो अपि कार्यं कर्तुं शक्नोति खलु परन्तु नाम अनुदात्तोपदेश इति सूत्रस्य कार्यक्षेत्रम् अनुनासिकस्य क्विझलो इति सूत्रस्य कार्यक्षेत्रे अन्तर्गतमस्ति इति अस्ति खलु तर्हि यत्र यत्र अनुदात्तोपदेश इति सूत्रं कार्यं करोति तत्र तत्र यदि अनुनासिकस्य क्विझलो इति आगत्य कार्यं करोति तर्हि अनुदात्तोपदेश इति सूत्रं निरवकाशः भवति खलु वयं जानीमः निरवकाशः अस्ति चेत् अपवादः अस्ति तर्हि इति भाति यत् तत्र अपवादः एव अस्ति परन्तु वस्तुतिथिः तादृशी नास्ति अपवादस्य कृते न केवलम् एकस्मिन् समये सूत्रद्वयम् सूत्रद्वयम् आगमनीयं परन्तु एकस्मिन् एव स्थले कार्यं भवेत् एकस्मिन् एव समये एकस्मिन् एव स्थले परन्तु अत्र एकस्मिन् एव समये तु आगच्छति सूत्रद्वयं परन्तु एकस्मिन् एव स्थले कार्यं न भवति यतोहि किमर्थम् अनुनासिकस्य क्विझलो इति सूत्रम् उपधा मध्ये कार्यं करोति उपधा इति यत् स्थानम् अस्ति तत्र कार्यं वदति परन्तु अनुदात्तोपदेश इति सूत्रं तु अन्ते अन्ते यः अनुनासिकवर्णः अस्ति तस्य स्थाने कार्यं वदति, तर्हि कार्यस्थलं भिन्नम् अस्ति, यतोहि भिन्नम् अस्ति अतः वस्तुतः उभयोः सूत्रयोः कार्यं भवितुं शक्नोति। गम् योगः क्तः अत्र प्रथमतया उपधादीर्घं करणीयं गाम् योगः तः, तदनन्तरम् अनुदात्तोपदेश इति सूत्रेण मकारस्य लोपः करणीयं गातः। तर्हि यतोहि सूत्रस्थलं भिन्नम् अस्ति, कार्यस्थलं भिन्नम् अस्ति, परन्तु उभयोः सूत्रयोः कार्यं अत्र अत्र कार्यं भवितुं शक्नोति, यतोहि कार्यस्थलं भिन्नम् अस्ति खलु, अतः अपवादः इति न वक्तव्यम् इति अस्ति। सामान्यतया वयं वदामः खलु सूत्रनिरवकाशः भवति चेत् अपवादः, परन्तु तथा नास्ति, एकस्मिन्नेव समये एकस्मिन्नेव स्थले, स्थलमपि महत्त्वपूर्णमस्ति, अत्र स्थलभिन्नम् अस्ति खलु, अतः अत्र अपवादः नास्ति। तर्हि अपवादः नास्ति चेत् केन कारणेन अत्र भवितुं शक्नोति अनुदात्त उपदेश? तर्हि अत्र परसूत्रमस्ति, अतः अनुदात्तोपदेश वनितनोति इति सूत्रां कार्यं करोति इति लिखितम्। एतादृश एतावत्पर्यन्तं सर्वे आगच्छन्ति वा महोदय? अत्र महोदय एकं मम अपि सन्देहः अस्ति, प्रायः भवतः अपि तादृशेव सन्देहः, परं तुल्यबलविरोध नास्ति चेत् कथं भवति इति अस्ति, तुल्यबलविरोध नास्ति खलु, समानकाले समानस्थले एव भवेत् तुल्यबलविरोधः, विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसक्तिः तदत्र नास्ति, द्वयोः सूत्रयोः प्रसक्तिः अस्ति, अतः किं भवति नित्यसूत्रमपि न भवति, द्वयोः सूत्रं प्रसक्तिः अस्ति चेत् द्वयोः सूत्रम् अत्र कार्यं करणीयं किल महोदय? तथा नास्ति, परन्तु विप्रतिषेधमपि नास्ति, अतः यथा रघुवतीमहोदय भवति, यतोहि अन्यत्र अन्यत्र लब्धावकाशः नास्ति खलु। आम् तर्हि अहं चिन्तयामि नित्यसूत्रमस्ति नित्यत्वात्, तर्हि रघुपतिमहोदय भवान् किं चिन्तयति? नित्यत्वात् नित्यस्य महोदय तत्र द्वयमपि कर्तुं शक्यते खलु इति इदानीं पश्यतु, तत्र नित्यसूत्रेण एव भवति, आमां सत्यम् इति अहं चिन्तयामि, अपवादत्वेन नास्ति परन्तु परत्वात् अपि नास्ति, नित्यत्वात् भवति इति अहं चिन्तयामि। कथं नित्यत्वात् रघुपतिमहोदय भवितुं शक्नोति वा महोदय? नित्यं पश्यतु, तत्र एकमस्ति नित्यसूत्रमस्ति, इदानीम् अनुनासिकृञ्जलोः इत्यनेन तत्र इदानीं दीर्घ किमस्ति अत्र दीर्घत्वम् अस्ति, उपदादीर्घमस्ति, इदानीं तत्र अनन्तरमपि अनुदात्त उपदेश अनुसितनोति इत्यस्य अपि कार्यं भवति खलु तत्र, यतोहि अनुनासिकं तथापि अस्ति खलु, इदानीम् अनुदात्त उपदेश कृतं चेत् प्रथमं कृतं चेत् अनुनासिकिञ्जलोः इति न भवितुमर्हति, अतः नित्यसूत्रमस्ति अनुदात्त अनितत्तनतु इत्यादीनाम् इति नित्यसूत्रमस्ति, इति उपधा न भवति खलु, यदा लोपः भवति चेत् उपधा न भवति, अतः नित्यसूत्रमेव इति अहमपि चिन्तयामि। पश्यतु नित्यसूत्रमिति किं, यदि अन्यसूत्रस्य कार्यानन्तरम् अपि सः सूत्रं कार्यं कर्तुं शक्नोति तर्हि सः नित्यसूत्रं, तस्य एव कार्यं भवति इति वयं जानीमः। कृत अकृतप्रसङ्गी नाम अन्यसूत्रस्य कार्यं प्रथमं भवेत् न भवेत् इति किमपि भवतु, परन्तु तस्य सूत्रस्य यदि कार्यं भवति तर्हि तादृशसूत्रं नित्यसूत्रम् अस्ति। तर्हि अत्र पश्यतु, अत्र गम् योगः क्तः मते यदि अनुनासिक अत्र प्रथमम् अत्र अनुनासिकक्विझलो इति यदि कार्यं करोति प्रथमं, तर्हि गाम् योगः क्तः भवति खलु उपधादीर्घम्, अत्र गाम् योगः क्तः मध्ये इदानीमपि अनुदात्त उपदेश वनितनोत्यादीनाम् इति सूत्रं कार्यं कर्तुं शक्नोति, किमर्थं गाम् इदानीमपि अनुनासिकान्त अस्ति खलु, तदनन्तरं झलि कित्नित् प्रत्ययः अस्ति, तदनन्तरम् आकारः अस्ति तत्र मध्ये, परन्तु तत् वस्तुतः इदानीमपि धातोः मध्ये एव आगच्छति खलु, अतः गाम् धातु वस्तुतः गम् एव भवति, यदि मध्ये यदि किमपि आगच्छति तर्हि तत् धातु गम् एव भवति, गम् इव अस्ति, अतः अत्र अनुदात्तोपदेशवनितनोति इति सूत्रं कायं कृत्वा मकारस्य लोपः कर्तुं शक्नोति, तर्हि अनुदात्त उपदेश अनन्तरमपि कार्यं कर्तुं शक्नोति यदि प्रथमं यदि अनुनासिकस्य क्विझलो कार्यं करोति। परन्तु यदि अनुदात्त उपदेशे प्रथमं कार्यं करोति तर्हि गमयोगः क्तः तत्र मकारस्य लोपः भवति, गयोगः क्तः भवति। इदानीं गयोगः क्तः मध्ये अनुनासिक क्विझलो इति सूत्रं कार्यं कर्तुं शक्नोति वा? नास्ति, न यतोहि खलु उपदानासिकमेव नास्ति, न अनुनासिकवर्णस्य एव लोपः भवति खलु। अनुनासिक नास्ति चेत् कथं कार्यं करोति अनुनासिकस्य क्विझलो? अतः अनुनासिकस्य क्विझलो सूत्रस्य कार्यं न भवितुं शक्नोति। अतः अनुदात्त उपदेश वर्णति इति सूत्रं पूर्वमपि कार्यं कर्तुं शक्नोति, अनन्तरमपि कार्यं कर्तुं शक्नोति। नाम अनुनासिकस्य क्विझलोः इति सूत्रस्य कृत अकृतप्रसङ्गी अनुदात्तोपदेश इति सूत्रं कार्यं कर्तुं शक्नोति। अतः तत् नित्यसूत्रं, नित्यं कार्यं करोति। नित्यसूत्रमस्ति चेत् नित्यत्वा तस्य एव महत्त्वमस्ति, बलमस्ति। अतः अनुदात्तोपदेश इति सूत्रं कार्यं करोति। तर्हि गम् योगः तः मध्ये गयोगः तः, इदानीम् अनुनासिकस्य क्विझलो सूत्रस्य प्रसक्तिः एव नास्ति, अतः गतः इति भवति। तर्हि अपवादत्वेन न भवति अत्र, यतोहि कार्यस्थलं भिन्नम् अस्ति, अपवादस्य कृते कार्यस्थलम् अपि कार्यसमयमपि उभे युगपद् उभे एकमेव भवेत्, परन्तु अत्र तादृशं नास्ति, अतः अपवादः नास्ति, अग्रे गच्छव्यम्, अन्तरङ्गमपि नास्ति, अतः नित्यम् एव अस्ति, नित्यत्वात् एव भवति, तत्र पूर्वपरस्य किमपि विशेषं नास्ति, महत्त्वं नास्ति, यतोहि किमस्ति पूर्वपरनित्य अन्तरङ्ग अपवादः उत्तरोत्तर बलीयः, तर्हि नित्य अस्ति चेत् तस्यैव बलं, तत्र पूर्वमपि भवेत् परमपि भवेत् किमपि प्रश्नः नास्ति, कोऽपि प्रश्नः नास्ति। तर्हि अत्र नित्यत्वात् अनुदात्त उपदेश इति सूत्रं कार्यं करोति, परत्वात् अपि च अपवादत्वात् न। आगच्छन्ति वा? आम् महोदय। कस्यापि प्रश्नः? प्रश्नः वा नास्ति महोदय? अस्तु महोदय। अनिष्टरूपं भवति यदि अनुनासिकक्विझलोः कृते इति सूत्रं प्रथमं भवति, अनन्तरम् अनुदात्तोपदेश वनति वनति तनोति इत्यादीनां प्रथमम् अनुनासिकक्विझलोः कृते करोति चेत् गम् धातोः गम् योगः तः गाम् इति गाम् योगः तः भवति किल उपगा दीर्घः, तदनन्तरम् अनुदात्तोपदेशसूत्रं आगच्छति गाम् योगः तः अत्र मकारः लोपो वा? गातः भवति अनिष्टरूपं किल? अनिष्टरूपं तु अस्ति, परन्तु सूत्रस्य प्रसक्तिः तु अस्ति खलु, सूत्रस्य प्रसक्तिः अस्ति, अनिष्टरूपम् अस्ति अतः तत् समीचीनम् अस्ति इति न, सूत्रप्रसक्तिः अस्ति वा न वा? परन्तु प्रसक्तिः अस्ति खलु, प्रसक्तिः अस्ति अतः तथा अस्माभिः द्रष्टव्यं, न तु ओ अनिष्टरूप, यदि भवती जानाति एव रूपं किम् अस्ति तर्हि किमपि सर्वाणि सूत्राणि ज्ञातव्यानि खलु। अतः भवती न जानाति गा यथा जातः अस्ति खलु, जातः समीचीनं रूपम् अस्ति, ततः गातः अपि भवेत्, अहं न जानामि खलु, तर्हि तथा न करणीयं, तत्र रूपम् अनिष्टमस्ति अतः तादृशकर्म अनिष्टः अस्ति इति न, तत्र शास्त्रीयरीत्या क्रमं दृष्ट्वा कार्यं करणीयं, यथा भवति तथा यदि वयं कुर्मः तर्हि इष्टं रूपमेव सिद्ध्यते इति अस्ति। अस्तु, तर्हि येषां धातूनाम् अत्र नकाररूपः भवति तेभ्यः इदम् अङ्गकार्यं कृत्वा अधस्थनं सन्धिकार्यं करणीयं। तर्हि हा तर्हि प्रथमं तु सर्वदा किं करणीयम् अङ्गकार्यं, तदनन्तरं सन्धिकारणीयम् इति खलु। अस्तु अग्रे इदानीं को अस्ति, इदानीम् अस्ति रघुपतिमहोदय, पठतु तृतीयबिन्दुः। सन्धिकार्यं नकारान्तधातूनां मकारान्तधातूनां च तकारादि थकारादि च प्रत्ययपदे सन्धिद्वयं करणीयम्। प्रथममस्ति नश्चापदान्तस्य झलि इति अष्टमध्यतृतीयपादस्य चतुर्विंशतितमं सूत्रमस्ति। अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारादेशः भवति झलिपरे, अनुवृत्तिसहितसूत्रम्। अपदान्तस्य मह नः च अनुस्वारः झलिसंहितायां, झलि इत्युक्ते द्वितीय तृतीय चतुर्थ अपि च शशासाः एते अन्तर्भूताः। द्वितीयसूत्रमस्ति अनुस्वारचयित् परसवर्ण इति चतुर्थपादस्य अष्टपञ्चाशत्तमं सूत्रमस्ति। अनुस्वारस्य स्थाने परसवर्णादेशः भवति यै परे इति अस्ति। अनुवृत्तिसहितसूत्रमस्ति अनुस्वारस्य यै परसवर्णः संहितायाम् इति। अत्र नश्चपदार्थजलि अपि अनुस्वारस्य परसवर्ण परिचितसूत्रमस्ति, वयं जानीमः मकारनकारस्य अपदान्तस्य जलिपरे अनुस्वारः भवति, अनुस्वारस्य यै परसवर्ण इत्यनेन तत्र परसवर्णादेशः भवति इति। परसवर्ण इत्युक्ते पञ्चमी पञ्चमः वर्गीय इति भवति इति अस्ति। अपदान्तमकारस्य नकारस्य स्थाने अनुस्वारः भवति झलादि झल् झल् झल् वर्णे परे, अपि च अनुस्वारस्य परसवर्णः भवति यय प्रत्याहारस्य वर्णः पर अस्ति च। तर्हि तर्हि शां योगः कः अत्र मकारस्य महोदय तत्र शम् एव वा? हा तत् शं तस्य शा भवति खलु, अनुस्वारस्य द्विजलो द्विजलोः इत्यनेन शां योगतः शान्तः इति भवति। मकारस्य अनुस्वारः प्रथमम्, अनन्तरम् अनुस्वारस्य परसवर्णे शान्तः, तथैव वामयोग वामयोगतः दीर्घः भवति वाम् क्विज्जलोः इत्यनेन तत्र अनुनासिकक्विज्जलोः इत्यनेन वां वान्तः। तत्र गम् योग तुम् इति अस्ति, अत्र गम् योग गम्योग तुम् इति अस्ति, तत्रापि तत्र अनुनासिकक्विज्जलोः इति न भवति इति तस्य। अपि च परन्तु गम् धातु तु अनुदात्त अस्ति खलु, तर्हि अनुदात्त हा तदपि कार्यं न भवति अत्र, निमित्तं नास्ति। क्वि किमर्थं क्विज्जल् एकवारम् अनुनासिकस्य तुम् झलादि प्रत्ययः अस्ति खलु, हा एकवारं क्विज्जलादि किति खलु एकवारं कित् कित् खलु अत्र कित् नास्ति एतत् तुमुन् कित् न जलादि कित् नित् प्रत्ययः भवेत् अतः एव न भवति तुम् इति तुमुन् प्रत्ययः कित् नास्ति नास्ति अतः सूत्रद्वयं कार्यं न कर्तुं शक्नोति। अतः अन्न अन्नस्वारः अनुस्वारस्य परसवर्णेन गन्तुं दम् योगतः इत्यत्र अन्वस्य किञ्चलोः इत्यनेन दीर्घत्वं भवति उपदादीर्घ दाम् योगतः अत्र मकारस्य अनुस्वारः अनुस्वारस्य परसवर्ण इत्यनेन तत्र अनन्तरं दान्तः इति। गम् योग ता इति अस्ति अस्तु ता इति अस्ति अत्र त्रिच् प्रत्ययः अस्ति अत्रापि न भवितुमर्हति तत्र किमस्ति अनुदात्त उपदेशवन्ति तनोति इति तत्र न भवितुमर्हति अतः गन्ता इति। रं योग तुम् इति अस्ति तत्रापि रं तुम् इति एव रूपम् इति अस्ति। अस्तु प्रश्न सर्वे अवगच्छन्ति वा? गन्ता इति तत्र नश्च अपदान्तस्य जलि वा किं गन्ता नश्चापदान्तजलि अपि च अनुस्वारस्य परसवर्ण इत्यनेन भवति नश्चापदान्तस्य जलि अपि च अनुस्वारस्य लोपः न भवति तत्र अवगच्छन्ति वा सर्वे? त्रिच् प्रत्ययः अस्ति इति कृत्वा त्रिच् नास्ति महोदय तत्र कोऽपि अन्यः अस्ति वा लुट् लुट् लुट् लकारः अस्तु अस्तु अस्तु अग्रे तर्हि इदानीं यकारान्तधातु धातु धातोः अन्ते यकारवर्णः अस्ति चेत् किं करणीयम् इति अग्रे गच्छामः अस्ति सौम्यशङ्करचक्रवर्ती नूतनछात्रः भवति वा सौम्यशङ्करचक्रवर्ती कृपया नूतनः छात्रः अस्ति वा कथं जानाति वर्गस्य विषये किञ्चित् अद्य करपत्रं नास्ति मम पार्श्वे करपत्रम् अद्य नास्ति अनन्तरं सङ्ग्रहं करिष्यामः अनन्तरं पठिष्यामः अस्तु हौ डिड् यू कम् टु नो आफ् दिस् क्लास् ऐ रिसीव्ड् मेसेज् मेसेज् ओ अस्तु भवान् भाषापाकवर्ग इति गूगल् ग्रूप् मध्ये अस्ति वा आम् अस्मि ओ अस्तु अस्तु अद्य केवलं शृणोतु विजयमहोदय अग्रे पठतु चतुर्थबिन्दुः यकारान्तधातुभ्यः तकारादि च प्रत्ययानां योजनविधिः अत्र पश्यामि चेत् यकारान्तधातुभ्यः तकारादि वा प्रत्यये परे अस्ति चेत् यकारस्य लोपः भवति लोपो व्योर्वलि इति सूत्रेण यथा जाहै इति जाहै युवति अस्ति चेत् तत्र लोपो व्योर्वलि इति सूत्रेण यकारस्य लोपः भूत्वा जाहति इति भवति तादृशमेव तत्र जाहै योगः तः जाहतः जाहै योगः तः जाहतः इति अस्ति लोपो व्योर्वलिसूत्रं किम् अत्र वकारयकारयोः लोपः भवति वल् प्रत्याहारे परे अस्ति चेत् व च य च व्यौ इतरेतरद्वन्द्वः तयोः व्योयोः लोपः प्रथमान्तं व्योयोः षष्ट्यन्तं वलि सप्तम्यन्तं त्रिपदमिदं सूत्रं स्वयं सम्पूर्णं द्योः व्योयोः लोपः वलि इति स्वयं सम्पूर्णसूत्रमस्ति अत्र किं वदति सूत्रं तत्र वकारादि प्रति वल् प्रत्याहारे परे अस्ति चेत् तत्र वकार च यकारश्च लोपः भवति उदाहरणमस्ति चेत् अत्र जाहै योगः ति अस्ति चेत् तत्र यकारः लोपः भूत्वा जाहति इति एव अस्ति अत्र अग्रे पठामि वा वकारान्तधातोः तकारादि च प्रत्यये परे हल् सन्धिकार्यस्य अवसरः नास्ति तत्र ऊट् भावः भवति स च ऊट् भावः अङ्गकार्यं न तु सन्धिकार्यम् इतोपि बोधनार्थं गतपाठः द्रष्टव्यः सकारादिप्रत्यये परे तत्र स्कोः सयवन्त्योरन्ते तत्र सकारः कुत्र न वकारस्य तकारादि प्रत्यये परे किं भवति तर्हि लोपो योर्वली कार्यं कर्तुं शक्नोति परन्तु तादृश अवसरः एव नास्ति किमर्थं नास्ति केन सूत्र वकारः अस्ति चेत् अग्रे झलादिप्रत्ययः अस्ति चेत् किं कार्यं भवति झलादिकित्नित् प्रत्यये परे वकारान्तथा अङ्गस्य किं कार्यं भवति शूड् अनुनासि नासिके च इति सूत्रेण तुक्सहितचकारस्य स्थाने षकारः वकारस्य स्थाने ऊट् इति भवति झलादि कित्नित् प्रत्यये परे इति तर्हि उकारस्थाने ऊट् एव भवति खलु, अतः वकारः तिष्ठति एव न, अतः वकारः प्लस् तकार थकार इति प्रसक्ति एव कुत्रापि अवसरः एव न आगच्छति, अतः तस्मिन् विषये का चर्चा न करणीया इति. अग्रे पठतु, अग्रे भवती एव पठतु षकारान्तः. पञ्चमबिन्दुः, षकारान्तधातुभ्यः तकारादि च प्रत्ययानां योजनविधिः. षकारान्तधातुभ्यः तादि थादि वा प्रत्ययपरे प्रथमबिन्दुः षकारस्य स्थाने षकारः मूर्धनि षकारः आदेशः भवति. व्रश्च ब्रश्च सृज व्रश्च ब्रश्च सृज मृज यज राज प्रजा चषां शः इति सूत्रेण. द्वितीयबिन्दुः अस्ति प्रत्ययादौ स्थितस्य तकारतकारयोः श्रुत्वसन्धिना तकारस्थाने टकारः अपि च तकारस्य स्थाने टकारः आदेशः भवतः. एतत् सूत्रद्वयमस्ति अत्र. तकार तादि थादि प्रत्यये व्रच्च ब्रच्च इति सूत्रेण शकारः दन्त्ये शकारस्य स्थाने मूर्धन्यशकारः आगच्छति. अनन्तरं स्टोः स्तुत्वं भूत्वा प्रथमतकारस्य स्थाने प्रथमटकारः आगच्छति वर्गीय प्रथमवर्णः. द्वितीयवर्णस्य तकारस्य स्थाने द्वितीयटकारः आदेशः भवतः अत्र दत्तं. यथा व्रश् योगकर्ति अस्ति चेत् तत्र व्रश्च ब्रश्च इति सूत्रेण, वश् इति अस्ति चेत् वश् योगकर्ति चुनास्तुः इत्यनेन सूत्रेण श्रुत्वं भूत्वा तत्र प्रथमतकारस्य स्थाने प्रथमटकारः आदेशः भवति, वष्टि इति भवति. तादृशमेव उष् योगकर्तः अस्ति चेत् तत्र व्रश्च ब्रश्च इति सूत्रेण तत्र शत्वं भूत्वा उष् इति भवति. अनन्तरं श्रुत्वं भूत्वा द्वितीयतकारस्य स्थाने द्वितीयटकारः आदेशः भवति, उष्ट इति पदम् उष्टः इति भवति. एवमेव शकारः अस्ति चेत् प्रथमं शकारस्य स्थाने मूर्धन्यशकारः व्रश्च व्रश्च, तदनन्तरं श्रुत्वसन्धि कृत्वा टकारः स्थाने टकारः भवति. तर्हि वश्योगः ति व्रश्च व्रश्च इति सूत्रेण वश्योगः ति वष्टि श्रुत्वसन्धि अनन्तरं, तथैव उष्योगः तः उष्ठः इति भवति. तत्र किं वश्योगतः तत्र सम्प्रसारणं भूत्वा उष्योगतः इति उष्टः इति भवति खलु. सम्प्रसारणम् अस्ति चेत् अन्यकार्यं भवति तत्र, यतोहि अत्र सम्प्रसारणीयधातुः अस्ति चेत् वकारस्थाने उ भवति, तर्हि तत्र उष् मध्ये तथैव भवति खलु. वश् धातुस्य सम्प्रसारणं कृत्वा तथैव तः इति कित् नित् प्रत्ययः अस्ति, कित् नित् प्रत्ययपरे सम्यक्. तथैव एवमेव ईष्योगः ते तत्र ईष्योगः ते श्रुत्वसन्धिना ईष्टे, ऐष्योगः था तत्र ऐष्योगः थः श्रुत्वसन्धिः कृत्वा ऐष्ठाः इति अस्ति. व्रश्च व्रश्च सुनाष्टुः तु परिचितसूत्राणि सन्ति. अस्तु, धन्यवादः महोदय. अग्रे विजयमहोदय अग्रे पठतु षष्ठमः बिन्दु, षष्ठः बिन्दु शकारान् धातु. षकारान्तधातुभ्यः तकारादि तकारादि च प्रत्ययानां योजनविधिः. षकारान्ते सकारस्य कोऽपि विकारो नास्ति. प्रत्ययादौ स्थितस्य तकारयोः श्रुत्वसन्धिना इत् स्थाने इत् अपि च इत् स्थाने न श्रूयते. न श्रूयते भगिनि. विजि महोदय, विजि महोदय गच्छति वा? अस्ति परन्तु सिग्नल् नास्ति तत्र. अस्तु, मदर् महोदय पठतु. आं महोदय, तत्र रघुपति आचार्यः अस्ति खलु, तस्य अभवत् खलु? न अभवत्, अभवत् अभवत् अभवत्. मदर् महोदय पठतु. धात्वान्ते शकारस्य कोऽपि विकारः नास्ति. प्रत्यय आदौ स्थितस्य तकारतकारयोः श्रुत्वसन्धिना तकारस्थाने टकारः अपि च तकारस्थाने टकार आदेशो भवतः. अत्र धात्वान्ते शकारः अस्ति चेत् कुत्रापि विकारः नास्ति. शुनाश्रुः इत्यनेन टकार वा टकार वा आदेशः भवति. द्वेष योगः ति शुनाश्रुः इत्यनेन श्रुत्वं द्वेष योगः ति द्वेष्टि. एवमेव द्विष् योगः तः द्विष् योगः टकारः द्विष्टः शुनाश्रुः इति सूत्रम् अत् कार्यं करोति. अचष् योगः त अचष् योगः ट अचष्ट अचष् योगः ताः अचष् योगः टाः अचष्टाः. सकारान्तधातुभ्यः तकारादि च प्रत्ययानां योजनविधिः. अत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनं. यथा आस् योगः ते आस्ते. यदि धातूनाम् अन्ते सकारः अस्ति चेत् तकारप्रत्ययः अस्ति चेत् किमपि कार्यं नास्ति, केवलं वर्णमेलनं अस्ति. अत्र किमपि नूतनं नास्ति. सकारः अस्ति चेत् किमपि कार्यं नास्ति. मूर्धनशकारः अस्ति चेत् केवलं श्रुत्वसन्धि, किमपि नास्ति अत्र. अस्तु अग्रे. इदानीं मीना महोदय अग्रे पठतु. सकारं धातु सकारान्तदातुभ्यः सकारादि चकारादि च प्रत्ययानां योजनविधिः. अत्र मार्गः पञ्चप्रकारकः सामान्यनियमः, चत्वारः विशेषाः च. सामान्यनियमः, तकारादि चकारादि च प्रत्यये परे धात्वं तस्य हकारस्य स्थाने ठकारादेशो भवति होडः इत्यनेन सूत्रेण. प्रत्ययादौ स्थितस्य तकारस्य प्रत्ययादौ तत्र प्रत्यये परे धात्वं तस्य हकार ओके प्रत्ययादौ स्थितस्य तकारस्य च धकार आदेशो भवति. जशस्ततोः घोरदः इति सूत्रे इति सूत्रेण प्रत्ययादौ स्थितस्य तकारस्य स्थाने ढकारः आदेशो भवति ष्टुनाष्टुः इति सूत्रेण. पूर्वतनस्य ढलोपो भवति डोढे लोपः इति सूत्रेण. डोढे वन् टु त्रि फोर् चत् लिस् योगः त हकारान्तः तकारप्रत्ययः प्रत्यये पुगन्तलोपो अलुगुपदस्य इत्यनेन गुणः लेस् त योगः त होडः इत्यनेन झलिपरे हकारस्य स्थाने ढकारः आदेशः लेड् योगः त. जष्टतोः ध्रुवदः इत्यनेन इत् स्थाने जषस्ततोः ध्रुवदः इत्यनेन इत् स्थाने इद् आदेशः लेड् योगः तकारः धकारः भवति. यशस्ततोः धोः दोरदः लेड् धातोः जशस्ततोर्धोदः. तत्र रेफः वस्तुतः धोः धोः उपरि अस्ति. जशस्ततोर्धोदः ततोः धः अधः इति लेड् योगः धा श्रुनाष्टुः इत्यनेन अष्टुत्वं लेड् योगः धा डोडे लोपः इत्यनेन पूर्वतनस्य डकारस्य लोपः ले प्रथम ले योगः ढा ले ढा इति भवति. अत्र जषस्तथोर् दो अधः इत्यनेन तकारस्थाने दकार आदेश ले ले ढा भवति. ओके, तकारः धकारः भवति. एवमेव रुह् योगः ता एकनिमिषः तर्हि लिह मध्ये प्रथमं तु पुगन्तलघुपदस्य लेह योगः ता, तदनन्तरं होढः इति सूत्रेण तकार झलादि अस्ति अतः हकारस्य ढ लेड् योगः. इदानीं लेड् अस्ति तत्र ढकारः पञ्चम चतुर्थवर्ण झष्वर्णः अस्ति. झष्वर्णानन्तरं तकारथकारः अस्ति चेत् तस्य स्थाने धकारः भवति. तर्हि लेड् योगः धा. इदानीं सुनाष्टुः इत्यनेन लेढ योगः धकारस्य स्थाने चवर्ग्यवर्णः ढा लेढ योगः ढा इति अस्ति. इदानीं मम प्रश्नः अस्ति लेड् योगः ढा मध्ये, खलु लेड् योगः ढा मध्ये इदानीं ढकारः अस्ति अग्रे चतुर्थवर्णः, तस्मात् पूर्वं ढकारः अस्ति. तर्हि अत्र झलां झषि किमपि किमर्थं कार्यं न करोति? झलां झषि कार्यं कर्तुं शक्यते खलु? लेड् मध्ये ढकारः, लेड् मध्ये ढकारः झल् वर्णः अस्ति, तस्य ढा मध्ये ढकारः झष् वर्णः अस्ति. अतः लेड् तस्य ढकारस्थाने ढकारः कृत्वा लेड् ढा इति किमपि किमर्थं न भवति? झषि न भवति, झष् न भवति किल, झष् अस्ति खलु, नास्ति वा? चतुर्थाध्ये अन्ते अस्ति, अन्ते एव भवति. अतः अन्ते किं पूर्वत्र सिद्धम् इत्यनेन न भवति. ढोडे लोपः सूत्रस्य सङ्ख्या का? ढोडे लोपः सूत्रस्य सङ्ख्या पूर्वत्र सिद्धं वा? अपि च न किं लेड् योगः धा इति सूत्रस्य सङ्ख्या का? सुनाष्टुः सूत्रस्य सङ्ख्या का? तृतीयपादे अस्ति, तृतीयपादे अस्ति खलु, सुनाष्टुः. एवं वा? सुनाष्टुः चतुर्थपादे एव अस्ति, पूर्वमस्ति वा? पूर्वमस्ति, पूर्वसूत्रमस्ति. एतत् फिफ्टि पूर्वतिष्ठम् अत्र पूर्वमेव परसूत्रस्य प्रसक्तिः नास्ति किल? सुनाष्टुः तस्य सङ्ख्या का? 8441 परसूत्रम् ढोडे लोपस्य सङ्ख्या का? 331 ढोडे लोपः कथं कार्यं करोति अनन्तरं? दिस् सूत्रं डस् नाट् सी दट् अदर् वर्ड् शुडन्ट् सी रैट् डस् नाट् सी दि अदर् सूत्रं सो कार्यं ढोडे लोपः इत्येव कार्यं करोति अत्र. न पूर्वत्रस्य सिद्धम् अत्र परकार्यमेव सिद्धं परसूत्रमेव सिद्धं किल? तदेव प्रश्नः अस्ति, चिन्तयतु. सर्वे अवगच्छन्ति वा क्लेशः कः अस्ति? क्लेशः अस्ति इति अवगतं, पक्षे कथं कथं लोटे लोपः भवति इति न अवगतम्. अस्तु, तर्हि लेड् योगः धा इति स्थितिः अस्ति खलु? तर्हि इदानीं सुनाष्टुः तु सुनाष्टुः इति पूर्व परसूत्रमस्ति, 8-4 मध्ये अस्ति. तर्हि लेड् योगः धा मध्ये स्टुनाष्टुः कार्यं करोति, तर्हि लेड् योगः ढा इति भवति. इदानीं लेड् योगः ढानन्तरं ढोडे लोपः कार्यं कथं करोति? यतोहि ढोडे लोपः तु ए थ्री अस्ति, पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम्. पूर्वसूत्रमस्ति ढोडे लोपः, परसूत्रमस्ति स्टुनाष्टुः. तर्हि ढोडे लोपः इति पूर्वसूत्रं स्टुनाष्टुः इति सूत्रेण यः कार्यं कृतं तत् न द्रष्टुं शक्नोति खलु, यतोहि कार्य असिद्धमस्ति. पूर्वत्र सिद्धम् इत्युक्ते पूर्वत्र सिद्धम्, अत्र पूर्वत्र सिद्धम् इति सूत्रे किमस्ति, कार्यसिद्धमपि अस्ति शास्त्रसिद्धमपि अस्ति, उभयमस्ति. अतः अत्र सुनाष्टुः इति सूत्रेण यत् कार्यं कृतं तत् ढोडे लपः इति सूत्रेण न द्रष्टव्यम्, यतोहि पूर्वसूत्रमस्ति. तर्हि किमस्ति? तदेव तदेव मया उक्तं महोदय, अत्र सूत्रं द्रष्टुं न शक्यते. द्रष्टुं न शक्नोति, तर्हि ढोडे लोपः कथं कार्यं करोति? कार्यं न कर्तव्यं खलु, अवगच्छन्ति वा प्रश्न समस्याम्? उत्तरं न चिन्तयतु, किम् अस्ति, किं नाम कार्यं तु करोति अत्र, परन्तु हौ डु यु एक्स्प्लेन् इट्? तत्र महोदय यत् यथा वयं दृष्टवन्तः खलु अन्यत्र डलोपे दीर्घो नोनः इत्यनेन इति तादृशं भवति वा अत्र एव भवति न डलोपे दीर्घोणः इति त्रिपाद्यम् अस्ति सपासप्ताद्यम् अस्ति तत् तद् त्रिपाद्यघुपतिमहोदय तत्र किं वदति शृणोतु. डलोपे पुरुषदीर्घोणः इत्यनेन तत्र दीर्घत्वं भवति यतत् तदस्ति सपासप्ताध्यायम् अस्ति अतः तत्र तस्य किमस्ति तत्र तस्य प्रसक्तिः भवति सामान्यतः तद् न पश्यति एव त्रिपादीसूत्रं परन्तु अत्र भवति तादृश अत्रापि अत्रापि वा भवितुमर्हति वा? तर्हि यद्यपि समीचीनमस्ति, तर्हि यद्यपि पूर्वत्र सिद्धम् इत्यनेन ढोडे लोपः इति कार्यं न कर्तुं शक्नोति कार्य असिद्धत्वात्, परन्तु ढोडे लोपः इति सूत्रस्य प्रसक्तिः सर्वदा स्टुनाष्टुः इत्यनन्तरम् एव भवितुं शक्नोति, अन्यत्र कुत्रापि ढोडे लोपस्य प्रसङ्गः एव न भवितुं शक्नोति. ढोडे लोपः विल् आल्वेस् बि एप्लिकेबल् आफ्टर् सुनाष्टुः, देर् इस् नो अदर् केस् वेर् इन् द एब्सेन्स् आफ् सुनाष्टुः ढोडे लोपः केन् स्टिल् वर्क्. अतः यद्यपि ढोडे लोपः पूर्वसूत्रमस्ति, तर्हि यदि अत्रापि यदि सुनाष्टुः इत्यनन्तरम् अत्रापि यदि कार्यं न करोति ढोडे लोपः, तर्हि कुत्रापि कार्यं न कर्तुं शक्नोति, यतोहि ढोडे लोपः सर्वदा सुनाष्टुः इत्यनेन एव तस्य प्रसङ्गः आगन्तुं शक्नोति. अत्रापि यदि कार्यं न करोति पूर्वत्र सिद्धम् इति अधिकारसूत्रेण निर्दिष्टं शास्त्र कार्य असिद्धत्वात्, तर्हि ढोडे लोपः सदा एव कार्यं न कर्तुं शक्नोति, निरवकाशः भवति, तथा न कर्तव्यम्. तर्हि अत्र अष्टाध्यायी डाट् काम् मध्ये तस्य सम्यक् विवरणं लिखितमस्ति, ढोडे लोपः इति सूत्रस्य व्याख्यायां लिखितमस्ति यत् प्रकृतसूत्रस्य प्रयोगः नाम ढोडे लोपः इति सूत्रस्य प्रयोगः नित्यं स्टुनाष्टुः इत्यस्मात् अनन्तरम् एव भवितुमर्हति. अतः प्रकृतसूत्रस्य कृते ष्टुनाष्टुः इति सूत्रम् आश्रयात् सिद्धं स्वीक्रियते अपि च प्रकृतसूत्रस्य प्रयोगात् अनन्तरं यदि प्रक्रिया अग्रे सम्भवति तर्हि नित्यम् अग्रे सूत्रं कार्यं करोति अवगच्छन्ति वा आम् महोदय एतत् पूर्वमेव पठितं सम् सूत्रे तर्हि अत्र अत्र लिखितमस्ति एकवारं इङ्ग्लिश् मध्ये न इङ्ग्लिश् मध्ये यत् धोडे लोपः इति सूत्रम् इट् केन् ओन्लि वर्क् आफ्टर् द एप्लिकेशन् आफ् सुनाष्टुः देर् इस् नो अदर् केस् इट् केन् वर्क् विदौट् सुनाष्टुः सो इवन् आफ्टर् सुनाष्टुः इफ् इट् इस् नाट् अप्लैड् बै सेयिङ्ग् देट् पूर्वत्र सिद्धं prohibits that, prevents that, it will never be applicable. That is why, to prevent it being from निरवकाशः न भवेत् अतः सुनाष्टुः इत्यनेन लेड् योगः ठायदस्ति तदनन्तरं ढोडे लोपः कार्यं करोति यद्यपि परसूत्र परसूत्र ढोडे लोपः पूर्वसूत्रमस्ति सुनाष्टुः अपेक्षया तर्हि अत्र अत्र पुनः अपि लिखितमस्ति तर्हि एतादृशः अस्ति चेत् यथा ढोडे लोपः सर्वदा सुनाष्टुः अनन्तरमेव कार्यं करोति तर्हि पाणि अष्टाध्याय्यां वस्तुतः सुनाष्टुः इत्यस्मात् अनन्तरमेव संस्थापनीयं खलु वस्तुतः ढोडे लोपः इति सूत्रं सुनाष्टुः इत्यस्मात् अनन्तरं संस्थाप्यते चेदपि कुत्रापि कोऽपि दोषः न जायते पाणिनि शुड् हेव् पुट् इट् आफ्टर् पुट् इट् आफ्टर् सुनाष्टुः देन् पूर्वत्र सिद्धम् आल्सो वुड् हेव् वर्क् खलु तथापि इदं सूत्रं पाणिनिना अष्टाध्याय्यां तृतीयपादे स्थापितम् सो हि पुट् इट् देर् फार् सम् रीसन् किमर्थं न जानामि तत्र कुत्रचित् अस्ति एतादृशी स्थितिः अस्ति नाम तत्र अत्र ढोडे लोप इति सूत्रस्य अग्रे किमपि अस्ति वा अनुवृत्तिः इति वा नाम अनुवृत्तिः अस्ति चेत् तत् एकं कार्यम् एकं कारणं भवितुं शक्नोति वाय् हि केप्ट् इट् देर् अदर्वैस् इट् इस् लैक् रोरि इति अस्ति रोरि ढोढे लोपः खलु एकनिमिषं रोरि इति अस्ति लोपः इति अनुवृत्तिः सर्वत्र भवति तत्र तत्त्वत् अस्ति नाम बिकास् मोस्ट् लैक्लि बिकास् आफ् देट् अनुवृत्तिकारणात् एव तत्र ढोडे लोपः 8313 अस्ति तदनन्तरं रोरि इति सूत्रमस्ति रोरि इति सूत्रे लोपः इति सूत्रस्य अनुवृत्तिः भवति केन सूत्र कस्मात् सूत्रात् ढोडे लोपः तदनन्तरं रोरि इत्यस्मात् अग्रे सूत्रं किम् अस्ति करवसने विसर्जनीयः तत्र लोपस्य आवश्यकता नास्ति परन्तु हा एकं कारणं भवितुं शक्नोति यत् रोरि इति सूत्रं यत् अस्ति तत्र ढोडे लोपः इति सूत्रात् लोपः तस्य अनुवृत्तिः भवति अतः अनुवृत्तिवशात् ढोडे लोपः तत्र स्थापितव्यं पाणिनिना सर्वगच्छन्ति वा रोरि इति सूत्रमस्ति रोरि इति सूत्रमस्ति 64 न समेधाम् 8314 रोरि इति सूत्रमस्ति तस्य तस्मिन् सूत्रे लोपः इति शब्दस्य अनुवृत्तिः अपेक्षिता सा अनुवृत्तिः ढोडे लोपः इति सूत्रात् आगच्छति अतः अनुवृत्तिवशात् ढोडे लोपः इति सूत्रं 8313 मध्ये स्थापितं यतोहि तस्मात् सूत्रात् अग्रिमसूत्रे लोपः इति शब्दस्य अनुवृत्तिः भवति परन्तु तस्य कार्यं तु ष्टुनाष्टुः अनन्तरमेव भवति पूर्वत्र सिद्धम् इति तत्र कार्यं न करोति इति अवगच्छन्ति वा सर्वे प्रश्नः अस्ति वा प्रश्नः अस्ति वा तर्हि इत्यादि एतादृश एतावत् पर्यन्तम् अस्माभिः दृष्टं यत् कुतोपि कुतोपि पूर्वत्र सिद्धं भवति चेदपि विपरीतकार्यं भवति, तथा तादृशकार्यं यदि वयं न कुर्यामः तर्हि यदि वयं न कुर्मः तर्हि सूत्रं निरवकाशं भवितुं शक्नोति, तथा तु कदापि न भवेत् खलु। अतः पूर्वत्र सिद्ध इति अधिकारात् विपरीतम् अपि कार्यं भवति इति अस्ति। अस्तु, तर्हि अत्र सुनाष्टुः इति लेड्योगः ढा, लेड्योगः ढा। इदानीं पश्यतु, इदानीम् अन्यकार्यमस्ति लेड्योगः ढा। अत्र ढोडे लोपः प्रसक्तिः अपि अस्ति, झलां झ झसि अपि कार्यं कर्तुं शक्नोति खलु, यतोहि लेड् ढकारः झल् प्रत्ययः अस्ति, अग्रिम ढकारः झष् प्रत्ययः अस्ति, अतः झलां झषि अपि कार्यं कर्तुं शक्नोति। तर्हि झलां झषि कार्यं करोति वा ढोडेलोपः कार्यं करोति? झलां झषि कार्यं करोति चेत् ढकारस्थाने ढकारः भवति, ढोडेलोपः कार्यं करोति चेत् ढकारस्य लोपः भवति। तर्हि किं सूत्रं कार्यं करोति? ढोडेलोपः कार्यं कर्तव्यम् अथवा तर्हि अपवादः, एकस्मिन् एव समये इदानीं ढोडेलोपः अपि आगच्छति, झलाञ्जसि अपि आगच्छति, एकस्मिन्नेव स्थले अपि भवति खलु। एकं सूत्रं वदति ढकारस्य लोपः, एकं सूत्रं वदति ढकारस्य ढकार, तर्हि एकस्मिन्नेव समये एकस्मिन्नेव स्थाने सूत्रद्वयम् आगच्छति। अत्र ढोडे लोपः अत्र यदि तस्य झलाञ्जसि सूत्रस्य अन्यत्र अपि अवकाशः भवति, ढोडे लोपस्य तु अन्यत्र अवकाशः न भवति खलु, अतः अपवादत्वात् तस्य एव कार्यं भवति। अतः ढोडे लोपः एव कार्यं करोति, न तु झलाञ्जसि। अतः एकवारं पूर्वत्र सिद्धम् इत्यस्य खण्डनं भवति चेत् तत्र पुनः न द्रष्टव्यं खलु, खलु तादृशः अस्ति वा? इदानीं पूर्वकसिद्धस्य कार्यमेव नास्ति खलु, पूर्वसिद्धं तस्य इदानीं प्रसक्तिः एव अपगतः अतः एव तत्र द्वयोः अपि अत्र अपवादत्वात् एव कार्यं भवति करणीयं। तर्हि तदेव इदानीं यदि ढोडे लोपः इति कार्यं प्रबाद्य तस्य सूत्रस्य कार्यं प्रबाद्य यदि सुनाष्टुः अत्र यदि झलाञ्जसि अत्रापि कार्यं करोति तर्हि पुनः ढोडेलोपः निरवकाशः भवति, तथा न भवेत्। अतः ढोडेलोपः एव कार्यं करोति, ढकारस्य लोपः लेढः। तथैव अग्रे पठतु मीना महोदय रुह। एवमेव रुह् योगः उगन्तलघु श्रूयते वा? पठामि महोदय, when my net is working. रुह्योगः ता पुगन्तलघुपदस्य रोह् योगः ता होडः रोड् योगः ता जषस्तथोर्धो अधः रोड् योगः धा सुनाष्टुः रोड् धा डोडे लोभः रोढा मेह् योगः तस् समानमेव पुगन्तलघुपदस्य मेह् योगः ता होडः मेद् योगः ता यशस्ततोर्धो अधः मेद् योगः धा शृणास्तुः मेड् ढा डोडे लोभः मेढा। सूत्रं पठामि वा? अस्तु एकनिमिषम्। तर्हि तथैव अग्रे अपि अस्ति रोढा मेढा इति तादृशमेव अस्ति, लिह यथा अस्ति तथैव अत्र अपि अस्ति। अस्तु, तर्हि प्रश्नः अस्ति वा कस्यापि इदानीं पर्यन्तं? लेडा रोढा मेढा समानमेव। प्रश्नः अस्ति वा? ढोडे लोपसूत्रमस्ति, किं वदति? ढकारे परे पूर्वस्थनस्य ढकारस्य लोपः भवति, तथैव अस्ति, किमपि नास्ति। अस्तु, इदानीम् अग्रे मीना विजय विधिमहोदय पठतु विशेषः। विशेषः ढ ऋ इत्यनयोः लोपानन्तरं तयोः पूर्वस्थितस्य अण् अ इ उ इत्यस्य दीर्घादेशो भवति यथा लिह्योगतः होडः इत्यनेन लिड् योगः तः जषस्थदोधोधः लिड् योगः धः शृणाष्टुः इत्यनेन लिड् योगः डः डोडो लोपः लि डः ड्रोलोपो पूर्वस्य दीर्घणः इत्यनेन इड् इत्यस्य लोप अनन्तरं पूर्वस्थितस्य अणः दीर्घादेशो भवति ली योगः डः लीडः अत्र तु विशेषसूत्रम् अस्ति ड्रोलोपो पूर्वस्य दीर्घोणः इति होडः जषस्थोदः स्टुनाष्टुः डोडोलोपः इति चतुर्थसामान्यसूत्राणि सन्ति तदनन्तरं लिह्योगतः लिह्योगतः न वा इदानीं यः वदति चतुर्थ इति किमपि किं कुत्र अस्ति न अहं वदामि ओ भवती वदति अस्तु सामान्यसूत्राणि सन्ति होडः जुषस्तोदः शृणाष्टुः डोडोलोपः इति तदनन्तरम् अत्र विशेषसूत्रमस्ति ड्रोलोपो पूर्वस्य दीर्घोणः इति इत्येव अत्र ली ह्रस्व इकारं दीर्घ इकारं भवति लीडः इति तदनन्तरं ड्रोलोपो पूर्वस्य दीर्घोणः इति पठामि वा महोदय अत्र लिह्योगतः मध्ये वा अत्र द्रुलोपो पूर्वस्य दीर्घोणः इति एव विशेषसूत्रं कार्यं करोति ली इत्यस्य ली इति भवति इत्येव अत्र अस्ति महोदय तदनन्तरं ड्रोलोपो पूर्वस्य दीर्घोणः 63111 डरे पयोर् लोपनीं लोपनिमित्तयोः लोपनिमित्तयोः ड रेफयोर्लोपनिमित्तयोः डरेपयोर्लोपनिमित्तयोः पूर्वस्य अणः दीर्घः डकाररेपयोः लोपस्य निमित्तक डकाररेफे परे अण् प्रत्याहारे स्थितस्य दीर्घ आदेशो भवति रलोपो इति द्वन्द्वगर्भ उपपद तत्पुरुषसमासः इड् च इर् च द्रौ इतरे इतरे द्वन्द्वः द्रौ लोप लोपयतीति द्रलोपो तस्मिन् द्रलोपि द्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः द्रलोपे सप्तम्यन्तं पूर्वस्य षष्ट्यन्त्यं दीर्घः प्रथमान्तम् अनः षष्ट्यन्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं द्रलोपो पूर्वस्य अनः दीर्घः किम् अस्ति द्रलोपसूत्रं लोपस्य समये अकाररेपः अस्ति चेत् अत्र पूर्वस्थितस्य अण् प्रत्याहारं दीर्घः भवति अ इ उ तर्हि ढकारस्य लोपः यथा भवति ढकारनिमित्तं परे अथवा रेपस्य लोपः भवति रेफनिमित्तं परे तर्हि तत्र यः लुप्तढकारः अथवा लुप्तरेफः अस्ति तस्मात् पूर्वं यदि अण्वर्णः अस्ति अ इ उ तर्हि तस्य दीर्घत्वं भवति पश्यतु अत्र लीड् योगः ढः अत्र ढोडे लोपः इति सूत्रात् लि योगः ढः भवति अत्र ढकारस्य निमित्तात् निमित्तत्वात् पूर्वढकारस्य लोपः भवति. एतादृशी स्थित्यां ढकारात् पूर्वं यः अस्ति चेत् नास्ति, अ इ उ इति अस्ति चेत् तस्य दीर्घत्वं भवति. तत्र इ अस्ति खलु, अतः तस्य दीर्घत्वं भूत्वा लीढ इति भवति. अत्र पश्यतु, लेह योगः ता मध्ये यथा लेढा अस्ति तत्रापि ढकारस्य लोपः भवति, परन्तु ढकारात् पूर्वम् अण् वर्णः नास्ति खलु, एकारः अस्ति. एकारः अतः तत्र तत्र ढलोपे पूर्वस्य दीर्घवर्णसूत्रं कार्यं न करोति इति भेदः अस्ति. अस्तु, अग्रे पठतु विजय महोदय. उपरि ढकारस्य उदाहरणं दृष्टं. विसर्गसन्धौ रेपस्य प्रसिद्ध उदाहरणं. पुनः रमते, पुनर्रमते, रूरि ओ इति सूत्रेण रेपस्य रेपे परे लोपः. पुनः पुनः पूर्वस्य दीर्घोणः. पुनारमति पुनः पुनयोगः सारि पुनयोगः रमते ड्रलोपपूर्वस्य दीर्घोणः पुनारमति. अत्र पुनः अस्ति भगिनि, अर्थः एव न न न सम्यक् अस्ति, पुनरमते एव अस्ति. पठतु महोदय. पुनरमते किल पुनरमते अग्रे ढलोपे इत्यनेन पठतु अग्रे. अस्मिन् वृत्तान्ते रेपः एव रेपस्य लोपस्य निमित्तम्. ओहो, रेपलोपनिमित्तक निमित्तकरेपात् प्राक् अण्प्रत्याहारे अन्यतमवर्णो अस्ति अकारः इति, अतः अण् दीर्घत्वं भवति. ओहो, रेपः एव रेपस्य अत्र निमित्तम् अस्ति. यथा यथा ढोडे लोपसूत्रमस्ति, तस्मात् अग्रे साक्षात् अग्रे सूत्रमस्ति रोरि. तर्हि यथा ढकारात् परे ढकारस्य लोपः भवति, तथैव रेफात् परे रेफस्य लोपः भवति. तर्हि पुनः रमते मध्ये पुनर्रमते अस्ति, रोरि इति सूत्रेण रेफात् परे रेफस्य लोपः भूत्वा पुनः रमते इति भवति. इदानीं यथा ढकारस्य ढकारनिमित्ता ढकारपरे अस्ति चेत् ढकारस्य लोपः, तथैव रेफपरे अस्ति चेत् रेफस्य लोपः. इदानीं यदि ढकारनिमित्ते निमित्तत्वात् ढकारस्य लोपः भवति अथवा रेफनिमित्तात् रेफस्य लोपः भवति, तदा एतादृशस्थित्यां ढकार लुप्तढकार अथवा लुप्तरेफात् प्राक् यः अण्वर्णः अस्ति तस्य दीर्घत्वं भवति. तर्हि पुनयोगः रमते अस्ति खलु, इदानीं रेफा यः रेफः लुप्तः तस्मात् प्राक् अकारः अस्ति खलु, पुन अकारः, अतः ढलोपे पूर्वस्य दीर्घवर्णः इति सूत्रेण दीर्घं भूत्वा पुनारमते इति भवति. प्रसिद्ध उदाहरणमस्ति पुनारमते. तर्हि इति अस्ति. अत्रापि पश्यतु, ढलोपे पूर्वस्य दीर्घवर्णः वस्तुतः षष्ठमाध्याये भवति, ढोडे लोपः रोरि तु अष्टमाध्याये भवतः. तर्हि पूर्वत्र सिद्धम् इत्यनेन वस्तुतः ढोडे लोपः अथवा रोरि इत्यनेन यः ढकारस्य रेपस्य लोपः कृतः, सः लोपः ढलोपे पूर्वस्य दीर्घवर्णः तेन न द्रष्टव्यं पूर्वतः सिद्धम्. परन्तु ढ्रोलोपे पूर्वस्य दीर्घवर्णः तत् तदैव कार्यं कर्तुं शक्नोति यथा ढोडे लोपः अथवा रोरि इत्यनेन ढकारस्य लेपस्य लोपः भवति. तदापि यदि ढ्रलोपे कार्यं न करोति चेत् तत्र निरवकाशं भवति. अतः यद्यपि अत्रापि पूर्वत्र सिद्धस्य भग्नं भवति, परन्तु निरवकाशं न भवेत् इति तर्केण ढ्रलोपे कार्यं करोति. तर्हि ढोडे लोपः रोरि ढ्रलोपे पूर्वस्य दीर्घवर्णः इति सूत्राणि पूर्वत्र सिद्धम् इति सामान्य अधिकारस्य पालनं न कुर्वन्ति इति अस्ति. सर्वे आगच्छन्ति वा? आं महोदय. आं महोदय. अस्तु तर्हि इदानीं समयः समाप्तः. अग्रिमरविवासरे प्रायः वर्गः न भविष्यति, दिवाली अपि अस्ति अथवा अहं तदा यात्रामपि करोमि वस्तुमपि प्रायः, अतः प्रायः वर्गः न भवति. ईपत्रं प्रेषयामि तर्हि. अस्तु, हेपि दीपावलि भवत्या. शुभेच्छाः, धन्यवादः. उपरात्रि धन्यवादः महोदय.